अस्तु, गीतासोपानपुस्तकस्य द्वितीयभागे तत्र चिच्चन इति विषयः वर्तमानः अस्ति। अत्र अष्टम अभ्यासः तस्य मध्ये स्मः, ततः अग्रे गच्छेम सोपानेन। तत्र सप्तमवाक्यमस्ति, तत्र सुब्रह्मण्यमहोदय तत्र पठति वा? आं महोदय। तत्त्वज्ञानं तत्त्वज्ञानं विना कस्यचिदपि जनस्य मुक्तिः न भवति। अत्र जनस्य जनः पुल्लिङ्ग, जनस्य पुल्लिङ्ग एकवचनषष्ठीविभक्ति, कस्यचित् अपि तथैव। विना तत्त्वज्ञानेन कोऽपि कस्यापि मुक्तिः न भवति इति अत्र विषयः अस्ति महोदय। समीचीनमस्ति, अस्तु लक्ष्मीभगिनी अग्रे। चतुर्विधेषु भक्तेषु केचन आर्ताः जिज्ञासवः, केचन अर्थार्थिनः, केचन ज्ञानिनः च। अत्र आर्ताः बहुवचनरूपम्, आर्तः आर्ताः पुंलिङ्ग पुंलिङ्गबहुवचन प्रथमविभक्तिरूपं, तदर्थं केचन अस्ति। तदनन्तरम् अर्थार्थिनः अपि बहुवचनं प्रथमाविभक्ति पुंलिङ्गम् अर्थार्थिन् अर्थार्थी प्रथमाविभक्ति एकवचनरूपम्, अर्थार्थिनः पुंलिङ्गबहुवचनरूपं, तदर्थं केचन अस्ति। ज्ञानिनः अपि तथैव। अस्तु, वाक्यस्य अर्थः कः? चतुर्विधेषु भक्तेषु भक्ताः चतुर्विधाः सन्ति। चतुर्विधेषु भक्तेषु केचन आर्ताः, केचन जिज्ञासवः, केचन ज्ञानिनः, केचन अर्थार्थिनः। अर्थार्थिनः नाम कथं किमपि प्रयोजनं इच्छति, प्रयोजनम् इच्छन्ति, तदर्थं कार्यं पूजां कुर्वन्ति। उदाहरणार्थं केचन जनाः पूजां परीक्षायाः उत्तीर्णार्थं पठनेन विना केवलं पूजां कुर्वन्ति, उत्तीर्णः भवितुम् इच्छन्ति। अर्थाः ते जनाः अर्थार्थिनः, अर्थार्थी यथा शिक्षार्थी, यः शिक्षामिच्छति सः शिक्षार्थी, विद्यार्थी, यः विद्याम् इच्छति सः अत्र अर्थार्थी, अर्थः यः अर्थमिच्छति। अर्थः सामान्यतया धनमिति वदामः, किन्तु अत्र लाभम् इति वक्तुं शक्नुमः, लाभार्थी, यः कश्चन लाभः इष्यते येन सः तादृशभक्तः अस्ति, नाम तस्य गुणः न्यूनः अस्ति। अस्तु, तत्र न भगिनी, भवत्याः प्रश्नः आसीत्? एक्साक्ट् मीनिङ्ग् अद्य भवती आङ्ग्लभाषया मा वदतु, अन्य कोऽपि शब्दम् उपयुज्य वदतु। अर्थः कथमस्ति? आर्तः इति वा आर्तः इति पीडितः पीडितः केचन आर्ताः तत्र आर्ताः केचन पीडिताः पीडिताः ओके स्पष्टमस्ति अस्तु अग्रे गच्छेम तर्हि अग्रिमवाक्यमस्ति मीना मीना भगिनी सहस्रे मनुष्येषु कश्चित् जनः एव युद्धे यतते जनः कुत्र पुटं केचन पुटं कस्मिन् पुटे कस्मिन् पुटे त्र्यशीतितमिन् पुटे समीचीनम् अस्तु भगिनि सहस्रे मनुष्येषु कश्चित् जनः एव सिद्धये यतते जनः पुल्लिङ्ग एक पुल्लिङ्ग प्रथमाविभक्ति एकवचन कः चित् सन्धिः कश्चित् पुल्लिङ्ग एकवचन प्रथमाविभक्ति अपि च वाक्यस्य अर्थः बहु मनुष्याः सन्ति मनुष्येषु कश्चित् अपि सिद्धम् इच्छति यतते बाकि सर्वे अनन्तरं न इच्छति न इच्छन्ति सिद्धये इत्यस्य का विभक्तिः सिद्धये चतुर्थी विभक्ति सिद्ध्यार्थं सिद्ध्यार्थम् इति अर्थः खलु केचन एव सिद्ध्यार्थं यतन्ते प्रयत्नं कुर्वन्ति अत्र पश्यन्तु सहस्रे मनुष्येषु मनुष्येषु इति अस्य वचनं किं सप्तमी सोरि बहुवचनं बहुवचनं सप्तमी अपि च सहस्रे सहस्रे एकवचनं सप्तमी विभक्ति किमर्थं तथा सहस्र बहुवचनं न अस्ति एकवचनमपि अस्ति वा नाम तत्र सहस्रे इति मनुष्येषु इत्यस्य विशेषणम् अस्ति वा अस्ति अस्ति किन्तु सहस्रमिति शब्दः नित्य एकवचनान्तं शत इत्यस्मात् आरभ्य तत्र नित्य एकवचनान्त अन्ताः भवन्ति तत्र वस्तुतः विंशतिः इति अस्मात् शतेभि नित्य एकवचन अस्तु सहस्रमिति शतमपि तथा शते जनेषु विंशतिः अपि तथा अस्ति एकवचने किन्तु तत्र स्त्रियां विंशति आरम्भे एकवचनं बहुवचनं नास्ति इति अस्ति इति स्थितिः इति वयं पठितवन्तः पूर्वतने अध्याये खलु तथा अस्ति अस्तु अग्रे श्रीम तर्हि सहस्रेषु शब्दः असमीचीनं वा सत्यं दोषाय अस्ति न भवति एव न भवति अस्तु पद्मा भगिनी अग्रे आरम्भे तत्र अधोभागे यः अर्थः लिखितः तत् पश्यतु तत् पठतु कृपया तं गीताशास्त्रम् अपि अथ ऋषवे न वाक्यम् न दशमवाक्यमस्ति अस्तु क्षम्यतां तत्र पठतु दशमवाक्यम् अर्जुनः कुत्र अस्ति कल्याणकृत् कल्याणकृत् अस्ति खलु कल्याणकृत् दुर्गतिं न गच्छति पुनः वाक्यं पठतु कल्याणकृत् दुर्गतिं न गच्छति मध्ये शब्दः अन्यशब्दः नास्ति वा सर्वेषां पुस्तकेषु तथा लिखितमस्ति कल्याणकृत् कश्चित् दुर्गतिं न गच्छति पद्मा भगिनी किं किमर्थम् एकं शब्दं त्यक्त्वा पठति चित्र अभ्यासं पश्यामि वाक्यं पठतु एकवारं भगिनि कल्याणकृत् कश्चित् दुर्गतिं न गच्छति इति भगिनि अभ्यासः अष्टमः कुत्र अस्ति भवती अस्ति अन्य कोऽपि हा अस्तु सन्ध्या भगिनी पठतु कृपया कल्याणकृत् कश्चित् दुर्गतिं न गच्छति कश्चित् पुल्लिङ्गशब्दः एकवचने अस्ति एकवचन इति न वदामः खलु तत्र संस्कृतभाषायां सर्वदा विभक्त्यन्तं पदं भवति संस्कृत तत्र एकवचन इति प्रातिपदिकमस्ति मूलरूपं किन्तु एकवचने एकवचनम् एकवचनस्य इति किमपi वक्तव्यमस्ति खलु अस्तु वाक्यार्थः यदि समीचीनकार्यं करोति दुर्गतिं न गच्छति कोऽपि समीचीनमस्ति कोऽपि बहु सम्यक् अस्ति अस्तु अग्रे गच्छेम तर्हि पद्मा भगिनी तत्र स्थानं प्राप्तवती वा महोदय अस्तु अग्रे तत्र सुभाषितमस्ति एतानि सुभाषितानि उच्चैः पठत पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि न कथचिन् चिन्महि तस्य पुनः न मन्दं मन्दं पठतु सम्यक् पठतु न कथचित् मन्हि न तत्र कः वर्णः अस्ति कथन् यकारः अस्ति खलु कथञ्चि सन्धि अस्ति कथञ् यकारः अस्ति कथञ्चित् तत्र तकारस्य नकारः जातः अस्तु अग्रे कथञ्चिन् महि तस्य चित्तान्तः केनचित् वक्त्यत् समीचीनमस्ति अग्रे अधो भागे लिखितमस्ति तत् पठतु कृपया भूमेः सीमा का इति द्रष्टुं शक्यते समुद्रस्य पर्वतस्य वा अपि सीमा ज्ञातुं शक्यते परन्तु राज्ञः अधिकारेच्युतस्य मनसि किम् अस्ति इति केनापि कथमपि ज्ञातुं नैव शक्यते समीचीनमस्ति तर्हि अस्य अर्थः कः भूमि समुद्र पर्वतस्य सीमा ज्ञातुं साध्यमिति अस्ति, परन्तु अधिकारस्थितस्य राजाः मनसि किं सीमा अस्ति ज्ञातुं न जायते. हा अस्तु अस्तु. हा तर्हि अत्र अस्माकं चिच्छन इति शब्दः कुत्र अस्ति? कथमपि हा तत्र चिच्छन इति शब्दः कुत्र अस्ति? श्लोके श्लोके हा हा तत्र कति शब्दाः सन्ति? केनचित् व्यक्तित् द्वितीयवाक्ये अस्ति, द्वितीयवाक्ये अस्ति केनचित् अनन्तरं वक्यत् क्वचित् अर्धककारवकारः क्वचित् त्वचित् क्वचित् क्वचित् इत्युक्ते कुत्रचित् क्व नाम कुत्र, क्वचित् नाम कुत्रचित् केनचित् क्वचित् अनन्तरम् अन्यत्र कुत्रचित् वा अस्ति अस्ति महोदय. कुत्र? कथञ्चित् कथञ्चित् कथञ्चित् कथञ्चित् इत्युक्ते कोऽपि इति न कथञ्चित् इत्युक्ते कथम् अपि यत् लिखितमस्ति तदेव अस्ति कथमपि अथवा केनचिदपि केनचिदपि माध्यमेन कथमपि कथञ्चित् कथञ्चित् अत्र कथञ्चित् इति तत्र तकारस्य स्थाने नकारः भवति मकारस्य प्रभावेन तस्य सन्धिः नाम अस्ति अनुनासिकसन्धिः अनुनासिकसन्धिः यत्र कश्चन वर्गीयव्यञ्जनमस्ति. वर्गे व्यञ्जनानि कानि सन्ति? सुब्रह्मण्यं वदतु महोदय. पञ्चव्यञ्जनानि सन्ति महोदय एकस्मिन् वर्गे. के वर्गाः सन्ति? क वर्गः क च वर्गाः सन्ति महोदय. क च ता पा हा तर्हि तेषु पञ्चसु वर्गेषु यत्र तेषु प्रत्येकस्मिन् वर्गे ये पञ्च वर्णाः सन्ति तत्र चत्वारः वर्णाः सन्ति, अनन्तरम् अन्तिमवर्णः अनुनासिकवर्णः अस्ति. खगख ङकारः अनुनासिकवर्णः अस्ति. अनुनासिकवर्णः नाम नासिकया वायुः गच्छति. तर्हि चच चझ ञकारः अपि तथा तदधन्न टण इत्यादिकं तत्र पम तत्र म अण न ञ ङ इति पञ्च अनुनासिकवर्णाः सन्ति यत्र वायुः न केवलं मुखेन अपि तु नासिकया अपि गच्छति. तर्हि यत्र कस्यचिदपि वर्गस्य प्रथमचत्वारः सदस्याः सन्ति पूर्वम्, अनन्तरम् अग्रे आगच्छति अनुनासिकवर्णः. अत्र अस्ति तथा कथञ्चित् तकारः इति चकारः अस्ति, अग्रे मकारः अस्ति, मकारः अनुनासिकवर्णः अस्ति खलु. वर्गीयव्यञ्जनानां मध्ये पञ्चमसदस्यः कश्चन, पञ्चमसदस्यः कश्चन अस्ति वा मकारः? महोदय, पवर्गीय पवर्गस्य पञ्चमसदस्यः अस्ति मकारः, अनुनासिकवर्णः अस्ति. तस्य प्रभावेन, तस्य प्रभावेन यत् पूर्वम् आगच्छति चतुर्षु सदस्येषु अन्यतमः तकारः तथा अस्ति. अतः तकारस्य तस्य वर्गस्य पञ्चम अनुनासिकवर्णः भवति मकारस्य प्रभावेन, अतः तकारस्य स्थाने नकारः जातः. यथा विद् चिद् चिद् योगः मयं, चिद् योगः मयं, तत्र मकारस्य प्रभावेन दकारस्य स्थाने कः वर्णः भवति? नकारः, दन्त्यनकारः. तत्र तद् योगः मात्रं, तन्मात्रम् अप् योगः मयम्, अम्मयमस्ति. अनन्तरं वाग् योगः नियमः, वाग् योगः नियमः, वाग्योगः नियमः मया उक्तमस्ति, मयमिति न, वाङ्मयमपि भवति. तत्र वाग्योगः मयं, वाङ्मयं, तत्र गकारस्य स्थाने पञ्चम, तस्य वर्गस्य पञ्चमसदस्यः, गकारस्य स्थाने ङकारः भवति मकारस्य प्रभावेन. अस्य सन्धेः नाम अस्ति अनुनासिकसन्धिः. अनुनासिकवर्णस्य प्रभावेन वर्गीयव्यञ्जानां पञ्चमसदस्य आदेशः भवति. स्पष्टमस्ति? अस्तु, उदाहरणार्थम् इदानीं लक्ष्मी भगिनी वदतु, अत्र षड्, एकं द्वे त्रीणि चत्वारि पञ्च षड्, अथवा षट् इति वदामः, षट् मुखः, षण्मुखः, हा, तत्र टकारस्य स्थाने कः वर्णः? नाम मूर्धन्यकारः भवति खलु, षण्मुखः इति भवति. अस्तु, अनन्तरं संध्या भगिनी, तद् नयनं, तद् योगः नयनम्, पुनः वदतु, समीचीनमस्ति? तन्नयनम्. हा, तत्र दकारस्य स्थाने कः वर्णः जातः? न, दन्त्यनकारः. समीचीनमस्ति, तन्नयनम्. अस्तु, अनन्तरम् अस्ति दिक्, दिक् योगः मध्ये, दिक् योगः मध्ये, अत्र मीना भगिनी वदतु. तत्तदन्न दिन् मध्ये, अत्र दिक् इति अस्ति अन्ते, अस्य ककगङ् दिङ् मध्ये, कख गघ नकार दिङ् मध्ये, गकारः स्थाने ङकारः जातः मकारस्य प्रभावेन. समीचीनमस्ति, दिङ् मध्ये. अस्तु, अनन्तरं पश्येम अत्र, अस्तु, पुष्पा भगिनी वदतु, अत्र जाग्रत्, जाग्रत् योगः नागरिकः, जाग्रत् योगः नागरिकः किं भवति? अग्रन्नागरिकः. तकारस्य स्थाने, तकारस्य स्थाने नकारः आगच्छति, तथा दन्त्यनकारः, जाग्रन्नागरिकः. इति अनुनासिकसन्धिः अस्ति. अत्र तथा अस्ति, कथञ्चिन् महीपस्य मकारस्य प्रभावेन तत्र कथञ्चित् तकारस्य स्थाने नकारः जातः. समीचीनमस्ति. अस्तु, अपि च मनसि भवेत् यत्र क्व भवति, क्व इत्यस्य उत्तर अर्थः अस्ति कुत्र, क्वचित् नाम कुत्रचित्. अग्रे गच्छेम. अस्तु, सुब्रह्मण्यमहोदय अग्रे. मिथ्यारूपं न सन्दर्श्यं केनचित् कर्हिचित् क्वचित्, यथार्थे वगते सद्यो दुर्गतिस्तस्य जायते. केनापि केनापि जनेन कदापि कुत्रापि च स्वीयं रूपम् आच्छाद्य मिथ्यारूपं न दर्शनीयं, यतः यदा तत् मिथ्यारूपम् अन्यैः अवगतं भवति तदा अस्य दुर्गतिम् एव भवति. दुर्गतिः, समीचीनमस्ति. अत्र अर्थः कः इत्युक्ते, अत्र कोऽपि जनः तस्य सहजरूपम् एव सन्दर्शनीयं भवति, मिथ्यारूपं न. यदि मिथ्यारूपं बहिः आगच्छति तस्मिन् समये तस्य दुर्गतिं सः दुर्गतिं प्राप्नोति इति अर्थः महोदय. समीचीनमस्ति. अस्तु, अत्र चिच्चन कुत्र? अत्र केनचित् कर्हिचित् क्वचित्. कर्हिचित् जानाति वा? कदाचित् महोदय. हा, कर्हि इत्युक्ते कदा, केनचित् कदाचित् कुत्रचित् क्वचित् कुत्रचित्. अस्तु, समीचीनमस्ति. अत्र सन्दर्श्यं न दर्शनीयम् इति अर्थः, न दर्शनीयम् अस्ति. यथार्थे अत्र न सन्दर्श्यं न दर्शनीयं खलु महोदय? न दर्शनीयमस्ति. मिथ्यारूपं न दर्शनीयं केनचित् कदाचित् कुत्रचित् यथार्थे अवगते. अत्र सन्धिः अस्ति, अत्र पूर्वरूपसन्धिः अस्ति. यथार्थे अवगते सद्यः, सद्यः नाम सर्वदा, सद्यः इत्युक्ते सर्वदा. यथार्थे अवगते सद्यः, अत्र सन्धि अत्र विसर्गसन्धिः अस्ति. सद्यः दुर्गतिः तस्य विसर्गसन्धिः अस्ति. तकारस्य प्रभावेन अवगते स्वरसन्धि अत्र यथार्थे अवगते इति पूर्वरूपसन्धिः इति पूर्वरूपसन्धिः किमस्ति, तत्र पदान्ते यत्र पदान्ते एकारः अथवा ओकारः अस्ति तत्र अग्रे अकारः लघु अकारः अस्ति चेत् तत्र पूर्वरूपसन्धिः नाम द्वयोः वर्णयोः एकः पूर्वरूपादेशः भवति, नाम अकारः लुप्तः भवति. अवग्रहः इदं चिह्नम् अस्ति, तस्य नाम अवग्रहः अस्ति, अवग्रहः. अवगतम्? अग्रिमे खण्डे अस्माकम् एतत् सर्वं भविष्यति सन्धि, किन्तु मध्ये मध्ये किञ्चित् वक्तुं शक्नुमः किमस्ति इति. अस्तु, समीचीनमस्ति. अत्र अन्य कोऽपि प्रश्नः? अग्रे गच्छेम वा महोदय? अत्र यथार्थे अवगते यदि पदच्छेदनं कर्तुम् इच्छति चेत् अत्र यथार्थः अवगतः इति आगच्छति महोदय? न यथार्थे अवगते तथैव भवति यथार्थे अवगते इति इति तत्र व्यस्तप्रयोगः अस्ति छदं कृत्वा महोदय सद्यः सद्यः इत्युक्ते तत्क्षणं हा हा सद्यः तत्र क्षम्यतां तत्र सर्वदा अपि मम दोषः अस्ति हा तत्क्षमति अर्थः अवश्यम् अवश्यम् इति अर्थः सर्वदाति न अर्थः तस्मिन् क्षणे इति अर्थः अस्ति सद्यः धन्यवादः तस्मिन् सैव अर्थः अस्ति तत्क्षमति अर्थः अस्ति समीचीनमस्ति सद्यः तस्मिन्नेव समये सद्यः तस्मिन्नेव समये अस्तु अग्रे गच्छेम तर्हि अस्तु सहदेव महोदय पठतु कृपया केनापि जनेन न न अग्रे अग्रिमश्लोकः ओ न कश्चिदपि जानाति किं कस्य शवो भविष्यति अतः श्वः करणीयानि कुर्यादत्यैव बुद्धिमान् अग्रे किं लिखितमस्ति अग्रे कस्यापि जनस्य श्वः किं भविष्यति इति कोऽपि न जानाति अतः बुद्धिमान् जनः श्वः करणीयानि कार्याणि अद्यैव कृत्वा समापयेत् कस्यापि जनस्य श्वः किं भविष्यति इति कोऽपि न जानाति अर्थः अवगतः वा न जानामि कस्य अपि सन्ध्या भगिनी अवसति वा अत्र का अर्थः कः कस्यापि अर्थः न पूर्णतया पूर्णतया कोऽपि न जानाति श्वः किं भविष्यति अतः बुद्धिमान् जनः श्वस्तन कार्यम् इदानीमेव कुर्वन्ति समीचीनमस्ति श्वसनकार्यमध्ये एव करोति इति अर्थः समीचीनमस्ति तर्हि अत्र चिच्चन इति कुत्र कुत्र सदैव महोदय वदतु पुनः वदतु महोदय श्लोके चित् चन इति शब्दः कुत्र लभ्यते इति विषयः अस्ति खलु अत्र अवगच्छति वा न महोदय आम् चिच्चन ओ ओ ओ ओ गतसप्ताहे नासीत् खलु सत्यं चिच्चन इति कश्चन विषयः अस्ति यदा कोऽपि अस्ति किन्तु कः अस्ति इति न जानीमः तत्र कश्चन अस्ति अथवा कश्चित् अस्ति इति वदामः प्रकोष्ठे कोऽपि अस्ति अहं शृणोमि ध्वनिः अस्ति तत्र प्रकोष्ठे कोऽपि अस्ति किन्तु कः अस्ति इति न जानामि इति चेत् वक्तुं शक्नोमि, ओ अस्तु तत्र प्रकोष्ठे कश्चन अस्ति इति चन, अनन्तरं चित् अस्ति, कश्चित् अस्ति, कश्चन अथवा कश्चित्. तत्र अष्टसप्ततितमे पुटे रूपाणि सन्ति, पश्यतु सर्वे वा एकवारम्. अष्टसप्ततितमे पुटे सदैव महोदय पश्यतु तत्र अष्टसप्ततिमे पुटे पश्यति वा 78. ओ 70. ओ तत्र अधोभागे बारम् आफ् द पेज् तत्र कश्चित् कौचित् केचित् इति लिखितमस्ति खलु. ओ अहं पश्यामि. कश्चित् कश्चित् इति यदा यदा एकः जनः अस्ति किन्तु कः अस्ति इति न जानीमः तदा कश्चित् अस्ति इति वदामः. अस्तु सम्मन् तत्र कश्चित् कौचित् केचित् तत्र विभक्तिरूपाणि सन्ति. प्रथमविभक्ति अहम् एकेन जनेन सह यदा गच्छामि किन्तु कः केन सह गच्छामि इति न जानामि तत्र अहं केनचित् सह गच्छामि इति वदामः. केनचित् सह अवगच्छति? अवगच्छामि. अस्तु समीचीनमस्ति. तर्हि अत्र अमीना भगिनी वदतु अत्र श्लोकः अस्माकम् अस्ति, न कश्चिदपि जानाति किं कस्य श्वो भविष्यति. तत्र चित् जानाति कुत्र कुत्र सन्ति? कश्चित् प्रथमविभक्ति एकवचनं, कस्य षष्टिविभक्ति एकवचनं, अतः श्वकरणे कुर्यात् अस्तु महोदय. कश्चित् इति एव अस्ति, समीचीनमस्ति. अत्र कश्चित् तकारस्थाने दकारः जातः, तकारस्थाने दकारः जातः अग्रे अकारस्य प्रभावेन. तत्र तत्र पदान्ते महोदय तत्र जनः अहं वाहनः नास्ति नास्ति तदस्तु तदा तु जनाः अस्यूम्ड् नाम अत्र कश्चित् जनः अत्र जनशब्दः नास्ति इति वा? हा नाम यथा कोऽपि अत्र सर्वनामपदम् इति चिन्तयतु, सर्वनामपदं यथा कः यथा न कः जानाति न कोऽपि जानाति न कश्चित् अपि जानाति अत्र जनः जनशब्दस्य स्थाने कश्चित् इति प्रयुज्यते न कश्चित् अपि समीचीनमस्ति न कश्चिदपि जानाति तकारस्य दकारः जातः अत्र जष्ट्वसन्धिः अस्ति इति वदामः जष्ट्वसन्धिः अत्र किमर्थं जष्ट्वसन्धिः जष्ट्व इति चेत् अग्रे द्रक्ष्यामः नाम तत्र पाणिनिना पाणिनिः इति नाम श्रुतवन्तः सर्वे पाणिनिः सर्वे श्रुतवन्तः तत्र हा वैयाकरणः तत्र वैयाकरणः पाणिनिः तत्र वर्णमाला आ इ उ इति वर्णमाला अस्ति खलु अस्ति न वा तत्र तत्र पाणिनिना पाणिनिना तृतीयविभक्तौ पाणिनिना नूतनरीत्या वर्णमाला आयोजिता अस्ति वर्णमाला नूतनरीत्या नूतनवर्णसङ्ग्रहः तेन आयोजितः तत्र अतः अनेन तत्र वर्णसङ्ग्रहाः सन्ति अस्मिन् अधिकं न वदामि इदानीं, किन्तु वर्णसङ्ग्रहाः सन्ति तत्र जश् इति वर्णसङ्ग्रहः अस्ति, तस्य भावः अस्ति जष्ट्वं, यथा सुन्दरः सुन्दरत्वं जष्ट्वं, जश् इति वर्णसङ्ग्रहः अस्ति तस्य भावः जष्ट्वं, सन्धेः नाम अस्ति जष्ट्वसन्धिः. अग्रिमे पुस्तके द्रक्ष्यामः तत् सर्वम्. अस्तु, अग्रिमश्लोकः अस्ति, तत्र लक्ष्मीभगिनी पठतु कृपया. न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः, अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे. अत्र कदा अत्र चिच्चन कुत्र कदाचित् अत्र कः सन्धिः अस्ति? इदानीं वयं उक्तवन्तः खलु अनुनासिकसन्धिः अस्ति. कस्य प्रभावेन कस्य वर्णस्य परिवर्तनं जातं? कदाचित् कस्य वर्णस्य कदाचित् योगः न अयं. कदाचित् न अयम् अत्र नकारस्य प्रभावेन कस्य वर्णस्य परिवर्तनं? तकारस्य स्थाने नकारः भविष्यति. समीचीनमस्ति, अनुनासिकसन्धिः अस्ति. एक प्रश्नः अस्ति महोदय. पूर्व श्लोके श्वो या श्वः एकपङ्क्ते श्वो अस्ति, एकपङ्क्ते श्वः अस्ति, कुत्र कथम्? अत्र द्वितीयपङ्क्तौ तत्र पङ्क्तौ तत्र श्वः अस्ति, तत्र सन्धिः न कृता अस्ति, सन्धिः नास्ति. किन्तु प्रथमपङ्क्तौ तत्र सन्धिः अस्ति, भकारस्य प्रभावेन तत्र तत्र किमस्ति विसर्गस्य स्थाने ओकारः, भकारस्य प्रभावेन शब्दः अस्ति श्वः, मूलशब्दः श्वः अस्ति. न कश्चिदपि जानाति किं कस्य श्वः भविष्यति इति मूलरूपमस्ति. सन्धिं कृत्वा तत्र विसर्गस्य ओकारः जातः. विसर्गसन्धिः विसर्गसन्धिः अस्ति, बकारस्य तत्र पुनः नाम वर्णमालायाम् उपसङ्ग्रहाः सन्ति. अत्र मृदुव्यञ्जनानि सन्ति, मृदुव्यञ्जनानि तत्र वर्गस्य कस्यचित् अपि वर्गस्य तृतीयः त्रिचतुर्थः पञ्चम वा सदस्यः अस्ति चेत् मृदुव्यञ्जनमिति वदामः. मृदुव्यञ्जनमस्ति चेत् वर्गस्य तत्र विसर्गसन्धिः यदा क्रियते तदा ओकारः भवति. तस्मात् विसर्गात् पूर्वम् अकारः अस्ति चेत् श्वः, तत्र अकारः विसर्गः, अग्रे मृदुव्यञ्जनमस्ति बकारः, अतः ओकारः जातः. अत्र एतत् सर्वं केवलं परिचयत्वेन वदामि, अग्रे ज्ञास्यामः एतत् सर्वं, नास्ति चिन्ता. तत्र पश्यन्तु कुत्र उपरि, ततः तत्र दुर्गतिः, दुर्गतिस्तस्य दुर्गति स्तस्य इति अस्ति, दुर्गतिः तस्य। अत्र तकारः मृदुव्यञ्जनं नास्ति, मृदुव्यञ्जनं नास्ति, कर्कषव्यञ्जनमिति उच्यते। तत्र वर्गस्य प्रथमसदस्यः द्वितीयसदस्य वा इति चेत् कर्कषव्यञ्जनं न तु मृदुव्यञ्जनं। तत्र विसर्गसन्धौ तत्र विसर्गसन्धि अवसरे सकारः भवति, दुर्गति तस्य, तकारः प्रथम तत्र तकारवर्गस्य प्रथमसदस्य द्वितीयसदस्यः वा इति अस्ति, अतः सकारः भवति। इदानीं दुर्गतिः, तत्र इकारः अस्ति पूर्वं, न तु अकारः, अतः दुर्गतिः भविष्यति। तत्र भकारः कर्कषव्यञ्जनम् अथवा मृदुव्यञ्जनम्? मृदुव्यञ्जनमस्ति, अतः नियमः अस्ति, यदा विसर्गः अस्ति तस्मात् पूर्वम् इकारः उकारः वा तत्र रेफः भवति, न तु ओकारः। विसर्गात् पूर्वम् अकारः अस्ति चेत् ओकारः भवति, किन्तु विसर्गात् पूर्वम् इकारः उकारः वा चेत् तत्र रेफः भवति, अतः दुर्गतिर्भविष्यति, न तु ओकारः, रेफः भवति। नियमाः सन्ति, किमपि नास्ति, अग्रे द्रक्ष्यामः। सद्यः तत्र विसर्गात् पूर्वं कः वर्णः अस्ति? दकारः इति न, दकारविसर्गयोः मध्ये कः वर्णः अस्ति? अकारः अस्ति खलु, ईकारः नास्ति, उकारः नास्ति, अकारः। सद्यः, विसर्गात् पूर्वम् अकारः अस्ति। अग्रे दकारः कीदृशमस्ति? दकारः कर्कषव्यञ्जनम् अथवा मृदुव्यञ्जनम्? मृदुव्यञ्जनम्। अतः यथा वयं दृष्टवन्तः श्वौ भविष्यति, तत्र अत्रापि तथा उकारः जातः। इदानीं दुर्गतिः इति नास्ति चेत् तिष्ठति, अस्ति, सद्यः तिष्ठति, तत्र विसर्गस्य स्थाने कः वर्णः भविष्यति? सकारः महोदय। यतोहि तकारः कीदृशवर्णं व्यञ्जनं? ककर्षव्यञ्जनम्। अतः सकारः सद्यस्तिष्ठति इति विसर्गसन्धिः अस्ति। अग्रे गत्वा औपचारिकरूपेण करिष्यामः, एवम् इदानीं केवलं परिचयः अस्ति। अस्तु, तर्हि श्लोकस्य अर्थः कः नाम, कः पठितवान्? लक्ष्मीभगिनी पठितवती खलु महोदय। औपचारिकरूपेण इत्युक्ते औपचारिकरूपेण इदानीम् अनौपचारिकरूपेण मया उक्तं, केवलं परिचयरूपेण, परिचयत्वेन मया उक्तम् अनौपचारिकरूपेण। औपचारिकरूपेण नाम फार्मलि, औपचारिकरूपेण, इदानीम् अनौपचारिकरूपेण उक्तमस्ति। धन्यवादः। अस्तु भगिनि, अग्रे श्लोकः। न जायते, पुनः पठतु, पठित्वा अर्थम् अर्थस्य अनुमानं करोतु। न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे। अत्र विषयः कः इति चेत् आत्मा, विषयः अस्ति आत्मा। आत्मा न जायते न वा म्रियते, कदाचित् न अयम् आत्मा भूत्वा भविता वा न भूयः अजः, तस्य जन्म न भवति, आत्मा अजः अस्ति. पश्यतु अजः अत्र कीदृशसन्धिः अस्ति? विसर्गसन्धिः. अत्र नकारः कीदृश व्यञ्जनमस्ति, ककर्षः अथवा मृदु? हा, मृदुव्यञ्जनमस्ति, अतः ओकारः भवति. अजो नित्यः, आत्मा अजः अस्ति, नित्यः अस्ति, शाश्वतः. अत्र मया उक्तमस्ति पदान्ते ओकारः अस्ति चेत् तत्र अत्र किमस्ति, शाश्वतः अयं प्रथमतया विसर्गस्य ओकारः भवति, अनन्तरम् ओकारः अस्ति इति कारणेन पूर्वरूपसन्धिः अस्ति, अतः अकारस्य पूर्वरूपं भवति, अकारस्य अकारः लुप्तः भवति. प्रथमतया ओकारः भवति, शाश्वतो अयम्, अनन्तरं पूर्वरूपसन्धिं कृत्वा अकारस्य लोपः, शाश्वतोऽयं. शाश्वतः अयम् आत्मा पुराणः अत्र पुराणः आत्मा, अत्र नकारः पुनः मृदुव्यञ्जनमस्ति, अतः ओकारः. पुराणो आत्मा न हन्यते हन्यमाने शरीरे, अस्य अर्थः कः? आत्मा न हन्यते. हा, कदा न हन्यते? शरीरम् अपि शरीरं हन्यमानः भवति, शरीरः हन्यमानः, परन्तु शरीरं हन्यमानम् आत्मा न. यद्यपि शरीरं म्रियते तदापि आत्मा न म्रियते. हा, अत्र हन्यमाने शरीरे इति का विभक्तिः अस्ति? सप्तमीविभक्तिः अस्ति. किन्तु अत्र हन्यमाने शरीरे यथा साधारणतया सप्तमीविभक्तिः इति कुत्र इति प्रश्नस्य उत्तरं ददाति खलु. मम मित्रं कुत्र अस्ति? गृहे अस्ति, सप्तमी. किन्तु अत्र तादृशसप्तमी नास्ति. अत्र एकम् अस्ति सति सप्तमी इति विषयः. सति सप्तमी इत्युक्ते कदाचित् सप्तमीविभक्तिः समय अर्थे, यदा इति अर्थः, यदा शरीरं हन्यमानमस्ति तदा आत्मा न हन्यते इति अर्थः अस्ति सति सप्तमी इति. अत्र कुत्र इति न कोऽपि अर्थः अस्ति, अत्र कुत्र इति नास्ति. यदा शरीरं हन्यमानमस्ति तदा आत्मा न हन्यते इति अर्थः अस्ति सति सप्तमी. अग्रिमे पुस्तके आयाति. समीचीनमस्ति महोदय. सति इत्युक्ते अत्र समयस्य चिन्तनं, सति सप्तमी इत्युक्ते अत्र समयस्य चिन्तनं. सति इति अस् धातोः नाम अस्ति, अस्ति इति नाम अस् धातुः, तस्य शत्रन्तरूपस्य प्रातिपदिकमस्ति. नाम बालकः गच्छन् खादति, गच्छन् इत्यस्य प्रातिपदिकं गच्छत् इत्यस्य सप्तमीविभक्त्यन्तं रूपमस्ति गच्छति. गच्छत् इत्यस्य सप्तमे तकारः यथा सरत् इति, तत्र यत्किमपि अस्ति तकारान्तशब्दः, तत्र सप्त सरित् इति नदी अर्थे तत्र सरित् अस्ति, सरिति इति भवति सप्तमी. तर्हि अत्रापि तथा, तत्र अस् धातोः शत्रन्तरूपमस्ति सत्, यथा गच्छत् अस् धातुः भवति सत्. सत् इत्यस्य भावः भवति तल् प्रत्ययं संयुज्य सत्ता, अथवा त्वं प्रत्ययं संयुज्य सत्त्वं, सत्त्वं सत्ता इति प्रायः श्रुतवन्तः. इदानीं सत् इति अस्य सप्तमीविभक्ति अन्तर्रूपम् अस्ति सति. सति इति सति सप्तमी इति एवमेव नामकरणमस्ति सति सप्तमी, यतोहि बहुत्र सति नाम वस्तुतः सति इति अस्ति नाम हन्यमाने शरीरे सति इति. सर्वत्र यत्र सति सप्तमी इति प्रयोगः अस्ति तत्र सर्वदा सति इति संयोजयितुं शक्नुमः. हन्यमाने शरीरे सति आत्मा न हन्यते. हन्यमाने शरीरे सति आत्मा न हन्यते, अतः नामकरणमस्ति, यतोहि सर्वदा सति इति संयोजयितुं शक्नुमः तत्र. अस्तु, अग्रे गच्छेम वा? महोदय, धन्यवादः. अस्तु, अग्रे गच्छेम तर्हि. अग्रिमम् अस्तु, पद्मा भगिनी पठतु कृपया. अन्यश्लोकं न दत्ते न दत्ते कश्चित् पापं न चैव सुकृतं विभुः अज्ञानेन वृतं ज्ञानं तेन स्यान्ति जन्तवः सन्ति इति अस्ति. अत्र चिच्छन इति कुत्र अस्ति? कश्चित् पापं कस्यचित् पापम् अत्र पकारः अस्ति इति कारणेन तकारः सन्धिः अस्ति चेदपि तत्र सन्धिः वस्तुतः केवलं संयोजनं वर्णमेवमस्ति, तकारः तिष्ठति एव, परिवर्तनं नास्ति. कस्यचित् पापं न च एव सुकृतं विभुः. अत्र न दत्ते, अत्र न अदत्ते, न तत्र न आदत्ते इति अस्ति. आदत्ते सामान्यतया दानं तत्र दादातोः दानार्थे अस्ति, किन्तु यदा आ अस्ति पूर्वं तत् स्वीकरणस्य अर्थे अस्ति. न आदत्ते, न स्वीकरोति विभुः. विभुः कः विभुः अस्ति? भगवान्. तर्हि विभुः अत्र यत्र श्लोकः भवति, अस्माकं प्रथमं कार्यं किं नाम तत्र शब्दानां क्रमं परिवर्त्य तत्र अस्माभिः तत्र वाक्यं विरचनीयं भवति. तर्हि अत्र विभुः इति कर्तृपदमस्ति, आदत्ते इति क्रियापदमस्ति. तर्हि वाक्यं किं भवति भगिनी, वदतु. विभुः जनस्य पापपुण्य प्रभावेन कुत्र अस्ति विभु? तत्र समीचीनमेव, तत्र विभुः कस्यचित् अपि पापम् अथवा कस्यचित् पापं सुकृतं च पुण्यं न आदत्ते, न आदत्ते, न स्वीकरोति. परन्तु द्वितीयवाक्यं न जानामि. अज्ञानेन वृतं ज्ञानं तेन अज्ञानेन आवृतम् अज्ञानेन तृतीयविभक्ति अज्ञानेन आवृतं ज्ञानम् आच्छादितम् आवृतम् अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः नाम भ्रमिताः भवन्ति, मुह्यन्ति नाम भ्रमिताः, भ्रमिताः जन्तवः, जीवराशि, हा जन्तवः, जन्तुः बहुवचने जन्तवः, भ्रमन्ति नाम विभुः नाम परमपुरुषः तत्र भगवान् पापं पुण्यं च न स्वीकरोति, किन्तु सामान्यजनाः स्वीकुर्वन्ति, तत्र विश्वासं कुर्वन्ति यत् अयं जनः तादृशः अस्ति, ईदृशः अस्ति. किमर्थं जनाः जनानां यत् ज्ञानमस्ति, हा जनानां यत् ज्ञानमस्ति तत् अज्ञानेन आवृतम्, अतः भ्रमिताः भवन्ति. समीचीनम्. अस्तु अग्रे गच्छेम. सूक्तिः तत्र सुब्रह्मण्य महोदय पठतु कृपया. आं महोदय. सूक्तिः असतां सङ्गदोषेण साधवो यान्ति विक्रियाम्. असतां सङ्गदोषेण साधवः यान्ति विक्रियाम् इत्युक्ते साधवः असतां सङ्गकारणेन तस्य दोषणकारणेन किञ्चित् विक्रियाम् इत्युक्ते अत्र विकृतिः अथवा परिवर्तनं सम्यक् परिवर्तनं न इति प्राप्नोति इति प्राप्नुवन्ति इति अर्थः महोदय. प्रभावितं करोति असम्यक्, असम्यक् समीचीनम्, असम्यक् परिवर्तनम्. अधोगतिः, अधोगतिः जानाति खलु सर्वे अधोगतिः इति शब्दः, अधः गतिः. अस्तु समीचीनमस्ति सूक्तिः. तर्हि अग्रे गच्छेम. मीना भगिनी अग्रे पठतु कृपया. विशेषः चाटुश्लोकः. अद्याष्टमीति नवमीति चतुर्दशीति ज्योतिष्यवाचोपवसन्ति भक्त्या अहो श्रुते सत्त्वमसीति वाक्यं न विश्वसन्ति त्यद्बुद्धतमेतदेव इति अद्भुत उद्भूतम् एतदेव न विश्वसन्ति इति अद्भुतम् एतत् एव. अद्य अष्टमी अतः भोजनं न क्रियते. अद्य नवमी अतः उपवासः. चतुर्दशी कारणतः उपवासः क्रियते मया. इत्यादीनि वचनानि बहुधा श्रूयन्ते लोके. तादृशेषु दिनेषु उपवासस्य आचरणात् पुण्यमिति ज्योतिषिकैः यदुक्तं तत्र विश्वसन्तः जनाः एवं व्यवहरन्ति. किन्तु तत्त्वमसि प्रवृत्तिषु वाक्येषु जनाः विश्वासं न कुर्वन्ति. बाह्याचरणे अधिकश्रद्धा, तत्त्वे अश्रद्धा च लोकस्य स्वभावः भवति प्रायः. अवगच्छति वा, किञ्चित् वदति वा? अवगच्छामि. अस्तु सम्यक्, किञ्चित् वदतु. अर्थः कः? अद्य जनाः तत्त्वम् इति वेदान्तवाक्येन विश्वासं न कुर्वन्ति, परन्तु ज्योतिषैकी वाक्येन विश्वासं कुर्वन्ति. तत्र भेदः किं, भेदः कः? ज्योतिष ज्योतिषस्य वाक्यं उपवासं कुरु, अष्टमीसमये उपवासं कुरु इति वाक्यस्य पुण्यं लभते इति तस्य विश्वासम् अस्ति, परन्तु स्वरूपमिलनेन इच्छा न अस्ति. तत्र महोदय अन्धविश्वासः इति प्रायः अन्धविश्वासः अपि अस्ति, अतः जनाः बाह्याचरणे अधिकविश्वासं कुर्वन्ति, परन्तु आत्मा अभ्यासं न कुर्वन्ति. सत्यं सत्यं सत्यं महोदय. अत्र चातु श्लोकः, चातु कुत्र, चातु श्लोकः छन्दस् चातु चाटु श्लोकः. चाटु इति कोऽपि जानाति वा? मया न ज्ञायते. चाटु मानि एक छन्द महोदय. महोदय चाटु इत्युक्ते कः? द्रष्टव्यमस्ति भगिनी, जानाति चेत् वदतु. अहं ज्ञातवान् पूर्वम् इदानीं मया विस्मृतमस्ति. लक्ष्मी भगिनी वदतु, कः लिखितवान् इति कोऽपि न जानाति. व्यवहारे अस्ति, व्यवहारे अस्ति, लोके अस्ति. किं कः लिखितवान् इति कोऽपि न जानाति इति वार्ता अस्ति. चाटुश्लोकः समीचीनं, बहु सम्यक् अस्ति. अस्तु, तर्हि किञ्चित् आरब्धुं शक्नुमः नूतनविषयः, नूतनं विषयम्. अत्र आत्मनेपदिनः धातवः लृट् लकारः इति भविष्यत्कालः. हा, मया चिन्तितमासीत् एतादृशं चाटु इति द्रष्टव्यमस्ति, चाटु श्लोकः. परन्तु अन्य अन्य अर्थं न अस्तु, किञ्चित् सर्वे पश्येम अनन्तरम् अनन्तरम्. इदानीं समयस्य सदुपयोगः न भवति अस्मिन्, न कोऽपि जानाति. पश्येम किं किम् अस्ति इति अनन्तरं चर्चां कर्तुं शक्नुमः अग्रिमे सप्ताहे. अस्तु, अत्र अस्ति लट्लकारः आत्मनेपदी धातूनां. तर्हि अत्र पुष्पा भगिनी पठतु कृपया. सागरतीरविहारः आत्मनेपदिनः धातवः लृट्लकारः. विनीतः श्वः अहं किं करिष्यामि इति चिन्तयन् अस्ति. तस्य वाक्यानि उच्चैः पठत. श्वः रविवासरः, सायम् अहं सागरतीरं गमिष्यामि. तत्र गोपालः मां प्रतीक्षिष्यते. सायङ्काले सागरशोभा नितरां वर्धिष्यते. बहवः जनाः तत्र वर्तिष्यते, सर्वेपि सागरसौन्दर्यम् आस्वदिष्यन्ते. आकाशे चन्द्रः प्रकाशिष्यते. नक्षत्राणि द्योतिष्यन्ते. तदा सूर्यः सागरे गाहिष्यते. सः रक्तवर्णेन शोभिष्यते. सः पक्वं फलम् एव भासिष्यति. श्वसिष्यते आवां तं सानन्दं लोकिष्यावहे सर्वे जनाः अपि लोकिष्यन्ते क्रीडरताः बालाः तत्र वर्तिष्यन्ते तेषां चेष्टाः वीक्षिष्यावहे तेषां चेष्टाः वीक्षिष्यावहे तैः साकं वृषं मोदिष्यावहे रात्रिं यावत् तत्रैव रस्यावहे रंस्यावहे अस्तु अत्र यद् लिखितमस्ति गृहपातरूपेण सर्वे अन्वेषयन्तु नाम यत् यः शब्दः न ज्ञायते तस्य अर्थः कः इति पश्यन्तु अनन्तरम् अस्मिन् विषये चर्चयिष्यामः अग्रिमे सप्ताहे सर्वे किञ्चित् शोधकार्यं कुर्वन्तु अस्मिन् इदानीं रूपाणि कथं भवन्ति इति पश्येम अत्र सन्ध्या भगिनी अग्रे पठतु कृपया लट् लकारः पदानि अनन्तरं लृट्लकारः लट्लकारः लृट्लकारः तर्हि लकारः वर्धते वर्धिष्यते वर्तते वर्तिष्यते शोभते शोभिष्यते लोकते लोकिष्यते मोदते मोदिष्यते अग्रे द्योतते द्योतिष्यते भाषते भासते भासिष्यते ईक्षते ईक्षिष्यते स्वदते स्वदिष्यते कम्पते कम्पिष्यते तर्हि अत्र साम्यमस्ति खलु साम्यमस्ति केवलं मध्ये स्या भवति मध्ये मध्ये स्या भवति अपि च कश्चन इकारः तस्य इकारस्य नाम इडागमः सर्वत्र न भवति किन्तु बहुत्र भवति नाम वर्ध ए स्या ते अनन्तरम् इकारस्य प्रभावेन सकारस्य मूर्धन्यषकारः भवति मूले अयं सकारः अस्ति यथा दास्यति अत्र उदाहरणं समीचीनमस्ति तत्र यत्र इकारः नास्ति मध्ये तत्र परस्मैपदिदातु दा उभयपदिदातु तु अस्ति किन्तु दा परस्मैपदिदातुरूपेण दास्यति इति अस्ति दास्यति तत्र स्य मध्ये स्य भवति सर्वत्र स्य अस्ति अनन्तरं तस्मात् पूर्वम् इकारः अस्ति चेत् इडागमः अस्ति चेत् इडागमस्य प्रभावेन सकारस्य मूर्धन्यषकारादेशः भवति अतः गम् इ ष्यति तत्र स्य इति नास्ति लेखिष्यति गमिष्यति इकारस्य प्रभावेन सकारस्य षत्वं भवति लेखिष्यति गमिष्यति किन्तु दास्यति अत्र इडागमः प्रायः सर्वत्र अस्ति इडागमः एषु धातुषु इडागमः भवति इति कारणेन सर्वत्र मुण्डनशकारः भवति किन्तु दास्यते तत्र दातु अस्ति चेत् तत्र न भवति अस्तु वर्धिष्यते वर्तिष्यते शोभिष्यते लोकिष्यते मोदिष्यते इदानीम् अग्रे रूपाणि सन्ति कथम् अत्र यथा अग्रिमे पुटे पश्यन्तु यथा लट्लकारः अस्ति नाम वर्धते वर्धेते वर्धन्ते वर्धसे वर्धेथे वर्धते वर्धे वर्धावहे वर्धामहे इति यथा लट्लकारे केवलम् इडागमः अस्ति चेत् इडागमः स्यात् अनन्तरम् आगच्छति मध्ये अन्तिमभागः ते एते अन्ते से एथे द्वे ए आवहे आमहे इति लट्लकारे लृट्लकारे तत्र उभयत्र साम्यम् अस्ति खलु केवलं मध्ये स्या अथवा इष्या इति आगच्छति समीचीनम् अस्तु सहदेव महोदय पठतु कृपया वन्द दातु अस्ति अग्रे वन्द वन् दातु वन्द अग्रे पुटे अस्ति ओ प्रथमपुरुषः वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते मध्यमपुरुषः वन्दिष्यसे वन्दिष्येथे वन्दिष्यद्वे उत्तमपुरुषः वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे समीचीनमस्ति अत्र पश्यन्तु यथा वन्द धातुः अत्र इष्य इति निष्कासयामश्चेत् निष्कासयामः चेत् इष्य तत्र लट्लकारः एव अस्ति वन्द इष्यते इष्य इति निष्कास्य तत्र वन्दते वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दावहे वन्दामहे मध्ये इष्य इति स्थापयतु तावदेव अस्ति रूपं साधितं स्पष्टमस्ति वा स्पष्टमस्ति न वा अस्तु अस्तु तर्हि अत्र अस्तु इदानीं सुब्रह्मण्यमहोदय तत्र शोभ तत्र शुभ धातुः तत्र शोभते तत्र वदतु रूपाणि नवरूपाणि शोभते लृट्लकारे महोदय अस्तु प्रथमतया लट् प्रथमतया लट् वदतु अनन्तरं लृट् नवरूपाणि शोभते शोभेते शोभन्ते शोभसे शोभेथे शोभध्वे शोभे शोभावहे शोभामहे लट् अस्ति लृट् शोभिष्यते शोभिष्येते शोभिष्यन्ते शोभिष्ये क्षम्यतां महोदय शोभिष्यसे शोभिष्यथे शोभिष्येथे शोभिष्येथे शोभिष्यध्वे शोभिष्ये शोभिष्यावहे शोभिष्यामहे समीचीनमस्ति अस्तु अग्रे गच्छेम इदानीं मीना भगिनी द्योतते करोतु द्योतते लट् अनन्तरं लिट् द्योतते द्योतेते द्योतन्ते द्योतसे द्योतेथे द्योतद्वे द्योते द्योतावहे द्योतामहे लिट्लकारे रूपाणि द्योतिष्यते द्योतिष्येते द्योतिष्यन्ते द्योतिष्यसे द्योतिष्येते द्योतिष्यध्वे द्योतिष्ये द्योतिष्यावहे द्योतिष्यामहे अस्तु समीचीनमस्ति द्योतते बिगिन्स् विथ् द्योतते धातु धातुः अस्ति द्यूतति अहं मन्ये द्यूतते द्यूत् द्यूत् इति धातुः अस्ति द्यूतति द्यूत् द्यूत् द्योतते इत्युक्ते महोदय? तत्र द्योतते नाम प्रकाशयति. द्योतते न द्योतते दकारः. दकारः द्योतते. अस्तु, अन्ते तत्र ईक्ष् धातुः, ईक्ष् धातुः करोतु तत्र. अस्तु, पद्माभगिनी वदतु. ईक्षते ईक्षते ईक्ष लट् लुट् लकार लट् लट् ईक्षते ईक्ष न वदति वा? ईक्षते ईक्षेते ईक्षते ईक्षेते ईक्षा ईक्षावन्ते. न न न न, अत्र लक्ष्मीभगिनी एकवारं शृणोतु. एकवारं भगिनी लक्ष्मीभगिनी वदतु, यतो हि समयः नास्ति. लक्ष्मीभगिनी करोतु. लट्लकारः ईक्षते ईक्षेते ईक्ष्यन्ते ईक्ष्यसे ईक्ष्येथे ईक्ष्यध्वे ईक्ष्ये. अत्र अत्र पश्यतु, तत् यकारः नास्ति मध्ये. ईक्षते ईक्षते ईक्षेति ईक्षन्ति, यकारः नास्ति मध्ये. पुनः वदतु. ईक्षते ईक्षेते ईक्षन्ते ईक्षसे ईक्षेथे ईक्षध्वे ईक्षे ईक्षावहे ईक्षामहे. लृट् ईक्षिष्यते ईक्षिष्येत् ईक्षिष्येते ईक्षिष्यन्ते ईक्षिष्यसे ईक्षिष्येथे ईक्षिष्यध्वे ईक्षिष्ये ईक्षिष्यावहे ईक्षिष्यामहे. अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. अस्मिन् तत्र प्रथम यत् यद् लिखितमस्ति तत्र, श्वः रविवासरः इति अधिकं तत्र पठन्तु, सम्यक्तया अवगच्छन्तु सर्वम्. अपि च तत् लट् अथवा अपि च लृट् इत्यनयोः किञ्चित् अभ्यासं कुर्वन्तु, येन सर्वे सम्यक्तया कर्तुं शक्नुयुः अग्रिमे सप्ताहे. अस्तु, समीचीनमस्ति, सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः महोदय, पुनर्मिलामः. धन्यवादः.